निजन्तप्रकरणं प्रेरणार्थे निजन्तप्रकरणं विशेष अजन्तधातवः इति विषयः अस्ति खलु। इदानीं पर्यन्तं कस्यापि प्रश्नः अस्ति वा? नास्ति महोदय। अस्तु, तर्हि इदानीं पर्यन्तं कुतः पर्यन्तं अभवत्? तत्र भि समाप्तः, स्नि समाप्तः, प्रि इति अस्ति खलु, प्रि न प्रि अपि समाप्तः, त्वादीनां ह्रस्वः इति अर्थः अपि समाप्तः, हीरि इण् इक् अपि समाप्तः, विकारान्तः। अस्तु, तर्हि कः अस्ति? मदर् महोदय पठतु उकारान्त। आं महोदय, उकारान्तदातवः ऊकारान्तदातवः च, उकारान्तदातूनां सामान्यव्यवस्था अचोनिधि इत्यनेन वृद्धिः, एतोयवायवः इत्यनेन आव् आदेशः, भूयोगः निच्, बौ योगः इ, भावि इति निजन्त धातु भावयति। अत्र एव एक एव अपवादः, गूण् कम्पने चुरादिगणे लटि दूनयति दूनयते धावते क्षम्यतां, धावते अत्र भू अचुनिति अत्र न धू प्रीणो नु वक्तव्यः इति वार्तिकेन निचि परे धू प्रीण् इति धातोः नुकागमः धू योगः निच्, धू योगः नुक् योगः इ, धू योगः नकारः योगः इ, धूनि इति निजन्तधातुः धूनयति इति भवति। प्रीमध्ये अपि अस्माभिः पठितं खलु, प्रीमध्ये अपि प्रीणयति इति भवति, तत्रापि प्रीयोगः णिच्, तत्र प्रीयोगः नुक्, प्रीणि प्रीणयति, तथैव अत्र अपि धूमध्ये तत्र धौ न भवति परन्तु नुक् आगमः भवति प्रथमं, भूयोगः णिच्, तत्र धौ न धौ अभवित्वा अभूत्वा धूयोगः नुक्, तदनन्तरं धूनि धातु भवति, रूपं भवति धूनयति। अस्तु, सर्वे अवगच्छन्ति? अर्थ कः मध्ये? कम्पनम् अस्ति, भूयकम्पनं कम्पयति, कम्पयति धून् कम्पनि। तर्हि उकारान्तेषु सामान्यमेव अस्ति, एकः अपवादः अस्ति, समाप्तः। अग्रे ऋकारान्त पठतु। ऋकारान्तदातवः ऋकारान्तदातवः च, जागृधातुः जाग्रो विशिन्नल् ङित्सु, जागृधातोः गुणो भवति वि छिन् नल् ङित् इत्येषां प्रत्ययेन पर्युदासे, वि इति प्रत्ययविशेषः, छिन् इति लुङ् लकारस्य, नल् इति लिट् लकारस्य, ङित् इत्यनेन इत् संज्ञकः नकारः यस्य, वि ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति, चिन् नल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति, अन्यत्र सर्वत्र गुणः भवति एव। अशोनिति ङिति च इत्यनयोः अपवादः, वीं च चिन् च नल् च ङित् च तेषाम् इतर इतर द्वन्द्वः इचिनल् ङितः न विचिनल् ङितः अविचिनल् ङितः तेषु अविचिल् अविचिनिल् ङित्सु जाग्र जाग्रह षष्यन्तम् अविचन् अविचिन् निल् अविचिन् अविचिन् निल् ङित्सु सप्तम्यन्तं मितेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जाग्रह गुणः अविचिन् निल् ङित्सु जाग्र धातोः नचोनिति इति अचोनिति इति अपवादसूत्रः अस्ति जाग्रतावतु अचोनिति जाग्र पठतु जाग्रो गुणः न भवति गुणः न भवति किं सूत्रं पठति वा तत्र अग्रे यत् लिखितं तत् पठति अर्थं अर्थं वदतु वदतु जाग्रधातुः वि चिन् धातुः नल् नल् धातुः इति नित् इत्यनेन नल् धातु नास्ति महोदय प्रत्ययः अस्ति नित् नित् अपि प्रत्ययः प्रत्ययेन वि चिन् एव धातुः अस्ति महोदय जागृ चिन् धातु नास्ति प्रत्ययः अस्ति धातु अत्र एक एव अस्ति जागृ जागृधातु गुण न भवति तथा नास्ति तथा किमस्ति जाग्रेः गुणः अविचिन्निर्लिङ्क्सु नाम सर्वदा जाग्रधातोः गुणः भवति परन्तु कदा न भवति वि धातु अस्ति चेत् वि प्रत्ययः अस्ति चेत् गुणः न भवति णिक् प्रत्ययः अस्ति चेत् गुणः न भवति नल् अस्ति चेत् नल् प्रत्ययः अस्ति चेत् गुणः न भवति नल् कुत्र अस्ति लिट् लकारे अपि च किन् प्रत्ययः अस्ति चेत् किन् कुत्र अस्ति लुङ् लकारे तत्र गुणः न भवति अन्यत्र सर्वत्र यः कोऽपि प्रत्ययः अस्ति चेत् अपि गुणः भवति इति तस्य जाग्रधातोः सर्वदा गुणः भवति परन्तु वि किन् नल् अथवा णित् प्रत्ययपरे अस्ति चेत् न भवति तर्हि णित् प्रत्ययपरे अस्ति चेत् णिति च इत्यनेन सामान्यतया यद्भवति गुणनिषेधः भवति नल् अस्ति णित् अतः तत्र वृद्धिः भवति अचोणिति इत्यनेन नल् अस्ति णित् तत्रापि अचोणिति इत्यनेन गुणः भवति वृद्धिः भवति अन्यत्र सर्वत्र गुणः भवति तर्हि अत्र णित् प्रत्ययः अस्ति णित् प्रत्ययः णित् अस्ति अतः सामान्यतया अचोणिति इत्यनेन वृद्धिः भवेत् परन्तु वृद्धिः न भूत्वा अत्र किं भवति गुणः तर्हि अग्रे पठतु जाग्रयोगहणिच् जाग्रयोगहणिच् अचोणिति इति प्रबाद्य जाग्रु विशिन् विचिन्नल् ङित्सु इत्यनेन गुणः जागर् योगः इ जागर् जागरि इति निजन्तधातुः जागर जागरयति यदि अत्र अपि अचोण्णिति भूत्वा वृद्धिः भवति चेत् रूपं किं भवति जागारयति खलु वृद्धिः भूत्वा अतः जागारयति न भवति परन्तु जागरयति इति जागरति अवगच्छन्ति वा सर्वे आम् अस्तु परिदासे इत्युक्ते किं महोदय एक्सेप्ट् एक्सेप्ट् तत्र अविचिन्निल् लिङ्ग्सु अस्ति खलु नाम विकिण् नल् निल् इति प्रत्ययः नास्ति चेत् गुणः भवति, न सन्ति चेत् गुणः। अस्तु अग्रे भवती एव पठतु मीना महोदय। दृ नृ जृ धातवः इमे त्रयः धातवः मितः अतः उपधायाम् उपधायां स्थितस्य अचः ह्रस्वत्वं भवति मितां ह्रस्व इति सूत्रेण। दृ भये क्रयादिगणे लटि दृणाति अर्थः विदारयति बिभेति, यदा भयार्थे अस्ति तदा घटादिगणे पठितः अतः निचि निचि मितां ह्रस्व इत्यनेन उपधायां स्थितस्य अचः ह्रस्वतम् अतः निचि भये धारयति अन्यार्थेषु धारयति इति। भय इति अस्ति चेत् तत्र घटादिगणे अस्ति अतः मितां ह्रस्वः अस्ति, घटादिगणे घटादयः सर्वदा मित् अन्तर्गणे सन्ति अतः मितां ह्रस्व इत्यनेन उपधायां तत्र यत् आकारः अस्ति तस्य ह्रस्वत्वं भवति अतः धारयति न भूत्वा धरयति इति भवति। तथैव अग्रे नृ नृ नये क्रयादिगणे लटि नृणाति अतः टु ब्रिङ्ग् टु लीड् यथा नयनार्थे प्रापणार्थे अस्ति तदा घटादिगणे पठितः अतः निचि मितां ह्रस्व इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम् अतः निचि नये नरयति अन्यार्थेषु अन्यार्थेषु नारयति यदि अन्यार्थेषु नारयति इत्युक्ते तत्र क्रयादिगणे केवलं तत्र नारयति भवति वा न अर्थ नयन अर्थे अस्ति चेत् नारयति अन्य कोऽपि अर्थः अस्ति चेत् नारयति धातुक्रयादिगणे एव अस्ति नारयति। जृ धातु दिवादिगणे क्रयादिगणे चुरादिगणे च चुरादिगणे निच् प्रत्ययः वैकल्पिकः इति कृत्वा एकं रूपं भुवादिगणवत् इत्यतः माता भुवादिगणे अपि भुवादिगणे अपि इति वदति। लटि जीर्यति जृणाति जीर्यति तत्र दिवादिगणे जरयति भवति किल जरति माता जरयति चुरादि जरति तत्र भुवादिगणे वा अर्थः टु ग्रो टु ग्रो ओल्ड् to perish, to be dissolved or disgusted, to break up or fall to pieces. Jani, Jirish, Kwasu, Kwasuhu, Anjo, Amantascha. Iti Gana Sutra na Jani, Jirish, Knasu, Ranj Ete, Chattwaraha Data Bhagacha, Esham, Datu Naam, Ante, अम् इति अंशः भवति भवति यथा गम्रम्नम् येषां धातूनां मित्संज्ञा भवति तदा मितां ह्रस्व इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम् अतः निचि जरयति इति भवति। दृ दृयोगः निच् अचोनिति इत्यनेन वृद्धिः दार् योगः इ दारि मितां ह्रस्वः ओ धरि इति निजन्तधातुः धरयति। नृयोगः निच् अचोनिति इत्यनेन वृद्धिः नार्योगः नारि मितां ह्रस्वः नरि इति निजन्तधातुः नरयति। जिर् योगः निच् अचोनिति इत्यनेन वृत्तिः जार् योगः जारि मितामहसव जरि इति निजन्तधातुः जरयति जरयति इस् टु ग्रो ओल्ड् इति किल जरयति पेरिश् जीर्ण इति श्रुतं जीर्ण अथवा जरा जरा अवस्था अस्ति जरा जरा अपि ओल्ड् ओल्ड् एज् जरा धातु अग्रे पठामि वा अग्रे किमस्ति अस्तु धन्यवादः विजया महोदय स्मरु आं महोदय नमस्कारः स्मृ धातुः स्मृ आद्याने भुवादिगणे अस्ति लटि स्मरति इति अस्ति अर्थः स्मरति जपं करोति ध्यानं करोति अभिलेखे लिखति स्मृतौ लिखति उपदिशति घोषते पाठयति इति अर्थे आगच्छति आद्यानार्थे अस्ति चेत् मित् अतः निति निचि मितां ह्रस्वः इत्यनेन उपदायां ह्रस्वः उपदायं स्थितस्य स्वरः ह्रस्वः भवति इति अत्र आद्यानार्थे स्वीकुर्मः चेत् स्मृ योगः निच् अचुं निति इत्यनेन वृद्धिः भवति स्मार् भवति रेपस्य स्थाने ऋकारस्य स्थाने वृद्धिः भूत्वा स्मार् इति भवति अनन्तरं निच् इत्यनेन अत्र ईकारः एव तिष्ठति अनुबन्धलोपानन्तरम् इदानीं स्मारि इति भवति अत्र मितां ह्रस्वः स्मरि इति भवति स्मारि इति स्थाने स्मरि इति निजन्तधातुः भवति अनन्तरम् अत्र निजन्तधातुः स्मरयति इति अस्ति अपरेषु अर्थेषु अत्र किं भवति चेत् स्मृ योगः निच् अत्रापि अचुङ् निति इत्यनेन वृद्धिः स्मार् भवति योगः हि स्मारि भवति इदानीम् अत्र निजन्तधातुः वृद्धिः भवति अतः तत्र स्मारयति इति अन्तिमरूपं निष्पन्नं तत्र स्मरयति मितां ह्रस्वः इत्यनेन दीर्घः नास्ति ह्रस्वः एव भवति ह्रस्वस्वरः स्मरयति अनन्तरम् अन्यरूपमस्ति स्मारयति इति विकल्पेन रूपद्वयं भवति तर्हि अत्र ध्याने ध्यान इति अर्थः अस्ति चेत् ध्याने तत्र मित् अस्ति अतः मितां ह्रस्व इत्यनेन स्मरयति भवति अन्येषु अर्थेषु यत्र लेखनं स्मरणम् इति सर्वेषु अर्थेषु मितां ह्रस्व कार्यं न करोति अतः स्मारयति अग्रे आं महोदय अत्र लटि पृच्छति इति भवति मास्तां नृषि अपि सीता इति सूत्रेण सप्तम अध्याये तृतीयपादे अष्टसप्तीः सम्यक् नास्ति महोदय शब्दः क्लेशः अस्ति अत्र इत्यनेन क्षितिपरे ऋस्थने ऋच् इति धातु आदेशः भवति ऋस्थने ऋच् आदेशः भवति अर्थः गच्छति इति अर्थे आगच्छति गन्तव्यस्थानं प्राप्नोति लभते इति अर्थे आगच्छति निचि अर्पयति इत्युक्ते गमयति क्षेपयति इति अर्थे अपि आगच्छति इदानीं ऋ गतिप्रापणयोः इति भुवादिगणे अस्ति अत्र एतत् विवरणं ददामि वा एतत् पर्याप्तं वा महोदय अत्र एतत् समीचीनतया उक्तमेव किम् अत्र पाग्राद् मास्ता दानदृशि अस्तु अर्थे ह्री व्ली रीक्नुपाया तां पुन्नौ इति सूत्रेण ऋ धातोः अपि पुक् आगमः भवति निचि परे अस्ति चेत् अर्ति ह्री व्ली रीक्नुक्ष्मायाताम् इति. अत्र पुगन्तस्य पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघुपदस्य च एकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्ययपरे. पुक् अन्ते यस्य तत् पुगन्तं, लघ्वी उता यस्य तत् लघुपदं, पुगन्तश्च लघुपदम् अनुवृत्तिसहितसूत्रं खलु महोदय. अनुवृत्तिसहितसूत्रं पुगन्तलघुपद लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः, एतत् वयं सर्वं जानीमः एव. इदानीम् उदाहरणरूपेण स्वीकुर्मः चेत् रु योगः निच् अर्ति ह्री ब्ली रिक्नुक्ष् मायातां पुग्नौ इत्यनेन ऋ योगः पुक् आगमः भवति. अत्र पुक् ककारस्य लोपः भवति, अनन्तरम् उकारः उच्चारणार्थं पकारः एव तिष्ठति, निच् अत्र इकारः एव तिष्ठति. इदानीं ऋ योगः प् योगः इ, ऋप् योगः इ भवति. पुगन्तलघुपदस्य च इत्यनेन गुणः भवति, ऋस्थाने अर्प् भवति, अर्प् योगः इ धातुः अस्ति अस्ति अपि योगः शप् भवति. इदानीं शप् शप् अत्र अकारः एव तिष्ठति. इदानीम् अर्पि इत्यनेन गुणः भूत्वा अर्पे इति भवति. एकादशस्य स्थाने एचो एव यावः इत्यनेन अयादेशः भवति, अर्पयं भवति. ति अत्र लट् विवक्षाम् अस्ति प्रथमपुरुषे एकवचनम्, अतः अत्र रूपम् अर्पयति इति भवति. इति अजन्तधातूनां विशेष विशेषनिजन्तरूपाणि अभवत्. अग्रे हलन्तधातूनां विशेषनिजन्तरूपाणि परिशील्यन्ते. तावदेव महोदय, धन्यवादः महोदय. धन्यवादः. तर्हि इदानीम् अजन्तधातूनां विषये अस्माकं चर्चा समाप्ता. तत्र अस्माभिः किं पठितं, तत्र बहुत्र भिन्नभिन्न आगमाः भवन्ति. तत्र नुक् वुक् लुक् पुक् इति अस्ति. तर्हि कुत्र अपि च बहुत्र अर्थं निमित्तीकृत्य भिन्नरूपं भवति. यदि अर्थः अस्ति एकम् एकः अर्थमस्ति एकं, तत्र अन्यरूपं भवति. अर्थमस्ति अन्यं, तत्र अन्यरूपं भवति. इति अत्र नावीन्यम् अस्ति अत्र प्रेरणार्थे निच् मध्ये. अन्यथा तत्र सामान्यकार्यमस्ति, पुगागमः भवति, तत्र अग्रे अचोण्डिति भवति इति अस्ति. तर्हि क्लिष्टकरं नास्ति किमपि, परन्तु अर्थं दृष्ट्वा रूपं भिद्यते इति नूतनमस्ति. इदानीं पर्यन्तम् अस्माभिः एतत् बहुत्र अस्माभिः न पठितं, परन्तु प्रेरणार्थे निच् मध्ये वयं द्रष्टुं शक्नुमः यत् अर्थस्य बोधनम् आवश्यकमस्ति. अस्तु, सर्वे अवगच्छन्ति? आम् महोदय. अस्तु, इदानीं नूतनपाठः हलन्तधातवः. हलन्त अजन्तसमाप्त, इदानीं हलन्त. कृपया नूतनकरपत्रम् उद्घाटयन्तु सर्वे. जीरो सेवन् जीरो त्री प्रेरणार्थे निच् विशेषाः हलन्तधातवः. सर्वे उद्घाटयन्ति वा? विजयमहोदय, भवत्याः ध्वनौ तत्र बहु क्लेशः अस्ति वा इदानीं? सम्यक् नास्ति, मध्ये मध्ये खण्डितः गच्छति. अहं गच्छामि, अनन्तरं पुनरपि आगमिष्यामि महोदय. इदानीं समीचीनमस्ति. समीचीनं वा महोदय? अस्तु महोदय, उद्घाटितं मया विशेषाः अलन्तदातवः. अस्तु, रघुपतिमहोदय पठतु. अस्तु, प्रेरणार्थे निच् विशेषहलन्तदातवः. गतकरपत्रे प्रेरणार्थे निचि विशेष अजन्तदातवः अवलोकिताः. अधुना विशेषहलन्तदातवः परिशीलनीयाः. एकैकस्मिन् पाठे यत्र सामान्यरूपाणि दत्तानि तदा विशेषरूपाणि दत्तानि भवन्ति. तत्र केवलं कानिचन विशेष उदाहरणानि इति न, अपि तु संस्कृतभाषायां यावन्ति विशेषरूपाणि तानि सर्वाणि. क्रमेण अष्टाध्याय्यां दीयन्ते, सूत्रक्रम आधारेण अत्र उपस्थाप्यन्ते. इतः अग्रे इतोपि विशेषरूपाणि न सन्ति एव. मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिद्ध्यति. श्रूयते वा महोदय? आमाम्. मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिद्ध्यति. यदा तया एका प्रक्रिया पाठ्यते तदा सिद्धहस्तं धातून् अवलम्ब्य पाठयति सा. एकः अपि धातुः न अवशिष्यते. अतः कश्चन धातुः विशेषः विशेषेषु नोक्तं चेत् स च धातुः सामान्यः एव. इत्थञ्च मातुः पाठं जानाति चेत् सर्वान् धातून् जानाति इति. अत्र वयम् आदौ सामान्यधातूनां तत्र विशेष गतकरपत्रे विशेष अजन्तधातूनां रूपाणि ज्ञातवन्तः निजि परे. इदानीं विशेष हलन्त धातवः तत्र सर्वाणि रूपाणि यावन्ति विशेषरूपाणि सन्ति तानि सर्वाणि अत्र अस्माकं तत्र मातुः पाठनशैल्या अस्माभिः इदानीं ज्ञास्यामः इति, अस्माभिः ज्ञायते इति अस्ति. अस्मिन् करपत्रे सर्वे दातवः हलन्तदातवः एव. येषां रूपाणि विशिष्टानि सामान्यहलन्तदातूनां कार्याम् अत उपादायाः पुगन्तलघुपदस्य च इति सूत्राभ्यां सिद्ध्यति. अस्मिन् करपत्रे ये दातवः पठिताः तेषाम् आधिक्येन विशिष्टाः आगमाः आदेशाः सन्ति, यथा अजन्तदातूनां स्थितिः. अत्र हलन्तदातूनां एव विशिष्टहलन्तदातूनाम् एव तत्र पाठनं भवति. किमर्थं सामान्यहलन्तदातूनां वयं जानीमः तत्र अत उपादायाः अथवा पुगन्तलघुपदस्य च इति सूत्राभ्यां सिद्ध्यति. अतः वयं जानीमः इदानीं तत्र तत्र विशिष्टदातवः तत्र कुत्रचित् आगमः आदेशाः भवितुमर्हन्ति. तादृश तत्र यथा अजन्तदातूनां कृते वयं दृष्टवन्तः विशेष अजन्तदातूनाम् अत्रापि. तत्र आदौ धात्वादेशः, निचिपरे के के धात्वादेशाः भवन्ति इति अत्र सूच्यते. प्रक्रिया एवमस्ति, यद् धातोः पूर्णतया आदेशः अस्ति तदा अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने आदेशः विहितः भवति. सप्तमाध्यायस्य तृतीयपादस्य अनुवर्तनक्रमे इमानि सूत्राणि आयन्ति. अस्मिन् प्रकरणे आरम्भे अजन्तधातूनाम् आगमाः, तदा क्रमेण हलन्तधातूनां धात्वादेशाः. गतपाठे अत्र सप्तमाध्यायस्य तृतीयपादे एव सन्ति तत्र धात्वादेशाः तत्र कुत्र भवन्ति इति. आदौ अजन्तधातूनां धात्वादेश विशिष्टधातूनां कृते, अनन्तरं हलन्तधातूनां. इदानीं तत्र अजन्तधातूनाम् एते आगमाः प्रदर्शिताः आसन् तत्र पूर्वस्मिन् करपत्रे वयं पठितवन्तः. तर्हि यथा अस्माभिः अजन्तेषु पठितं तत्रापि आगमाः आदेशाः सन्ति धातूनाम्, अत्र अपि आगमाः आदेशाः सन्ति धातूनां, ते सर्वे सामान्यतया सप्तम अध्यायस्य तृतीयपादे सन्ति. निच्परे कस्य धातोः कः आगमः कः आदेशः इति सर्वं, तर्हि सर्वम् एकस्मिन् एव स्थले अस्ति, अतः पठनस्य सौकर्यं भवति. तर्हि अजन्तेषु किं भवति अस्माभिः पठितम्, इदानीं हलन्तेषु किं भवति इति वयं पठामः. पठतु महोदय आर्तिव्री. अस्तु, अत्र अजन्तदातूनां कृते वयम् आगमाः प्रदर्शि तत्र अजितवन्तः. अर्तिव्री व्री क्वी क्षाम्यातां पुग्णौ इति अत्र विशेषधातूनां तत्र पुगागमः भवति. आकारान्त अपि पुगाग भवति, अपि च ऋकारान्त ह्री धातु व्ली री तत्र क्ष्मा इति तत्र तेषाम् अपि तत्र पुगागमः भवति. षा छा सा फा व्यपां युक् आगमः, वो विधूनने जुक् इत्यत्र जुगागमः, त तद् ली धातोः लीलोः तत्र नुकागमः नुक नुक् नुग् लुकागमः कुत्रचित् स्नेहविपातन विशिष्टार्थे बियः हेतुभय शुकागमः इति तादृश विशेष आगमाः धातूनां कृते वयं दृष्टवन्तः. तस्मिन्नेव प्रकरणे अनुक्रमेण हलन्तधातूनां दात्वादेश तस्मिन् प्रकरणे एव अग्रे इदानीं तत्र बिये हेतुभय शुक् इति भी धातोः शुक् अनन्तरं सप्तमाध्याय तृतीयपादस्य चत्वारिंशत्तमसूत्रमस्ति. अग्रिमः अग्रिमसूत्रमस्ति स्फाय् धातुः. एकनिमिषं तर्हि अर्तिभ्री शाचा वो विधूरने लीलोर्नुक् भी अभियो हेतुभय शुक् एते सर्वे अस्माभिः गतपाठे पठितानि अजन्तप्रकरणेषु. इदानीं हलन्तप्रकरणस्य चर्चा भवति. अस्तु पठतु महोदय. स्थाय हा इदानीं स्पाय् धातुः. स्पाय् इति भुवादिगणे अस्ति. लटि स्पायते इति अर्थः स्थूलः भवति इति अर्थः. अस्तु स्थूलः भवति. सूत्रमस्ति स्वायः स्वायो वः इति. निचि प्रत्यये परे स्वाय् धातोः स्थाने व आदेशः भवति. अलोन्तस्य इत्यनेन अन्तादेशः. स्वाय स्वायः षष्ट्यन्तं वः प्रथमान्तं द्विपदपिदं सूत्रम् अतिरीक्षमायातां पुङ्णौ इत्यस्मान् नौ इत्यस्य अनुवृत्तिः. अनुवृत्तिस्य सूत्रमस्ति स्फायः वः नौ इति. इदानीं स्फाय् इति धातुः हेतुमति च इति सूत्रेण तत्र प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच् भवति. स्फायोगणिच् इदानीं स्फायो वः इत्यनेन स्फाय् धातोः वकारादेशः. अलोन्तस्य इत्यनेन तत्र यकारस्य स्थाने वकारादेशः अतः स्फाव् योग इ. इदानीं तत्र स्वावि इति धातुः तदा असनाद्यन्तः धातवः इत्यनेन स्वावि इति धातुसंज्ञा. इदानीम् अग्रे शप् शप् विधानेन अत अनन्तरं तत्र गुणस्य गुण भूत्वा गुणः भूत्वा स्वावयति इति रूपं सामान्य वकारस्य स्थाने वकारः भवति. व नास्ति अत्र उपरि लिखितमस्ति. हा वः इति वो आदेशः वकार तत्र हा वकारः. तर्हि स्थायो वः इत्यनेन स्थायस्थाने वकारः. वकारः कुत्र गच्छति? अलोन्त्यस्य इत्यनेन अन्तिमवर्ण यकारस्थाने वकार. स्थाव भवति स्थावयति स्थूलः कारयति इति. आगच्छन्ति. आम् अत्र महोदय तत्र वः इति प्रथमान्तं कथं भवति महोदय? तत्र तत्र वः इति व इति खलु तत्र वका किं श्रूयते वा तत्र वः इति उक्तं तत्र भ्रमः भवति. व एव अस्ति क्षम्यतां तत्र कुत्र कदा अस्माभिः पठितं खलु कुत्रचित् परन्तु तत्र हां किञ्चित् क्लेशः भवति इति उच्चारणे अथवा किमपि तत्र अतः अकारयोजितं व इति भवति. अस्तु तर्हि स्वावयति इत्युक्ते स्थूलं करो स्थूलं करोति इति वा स्थूलयति स्थूलः कारयति. हा स्थूलं कारयति अस्थूलं स्थूलं कारयति. अस्तु धन्यवादः महोदय. अग्रे मदर महोदय पठतु. षद् आं महोदय. षट् धातुः षट् द्वादिगणे तुदादिगणे च अर्थः शातने जीर्णं भवति क्षीणं भवति. लटि क्षीयते उभयत्र. क्षितिपरे प्राग्रद्यमास्त इत्यनेन क्षीय इति धात्वादेशः. सदेः क्षितः इत्यनेन यद्यपि अयं धातुः परस्मैपदी किन्तु क्षितिपरे आत्मैपदी एव भवति. तदर्थं लटि क्षीयते किन्तु लुटि सस्यति सस्यसि क्षीयते इत्यस्य अर्थः कृशः भवति क्षीणः भवति उभयोः गुणयोः प्रेरणार्थे शातनम् इत्युक्ते पीडनम् अस्मिन् अर्थे केवलं निजन्तरूपं सम्भवति कष्टं ददाति पीडां करोति इति अर्थे केवलं निजन्तरूपं यतोहि अनिजन्ते षट् धातोः अकर्मकः निजन्ते अस्य धातोः अन्य अर्थः गत्यर्थः अनुदावति इति किं महोदय अत्र षट् धातुः भवादिगणेपि अस्ति तुरादिगणेभिः अपि क्षीय इति धातु आदेशः भवति अस्य धातुः तत्र षदपि तत्र षद् तस्य स्थाने क्षीय भवति आत्मे पदं कथं भवति महोदय तदे यस्य धातु परस्मैपदि परन्तु इति परे आत्मनेपदि भवति अनिजन्त षट् धातोः क्षीय इति धातु आदेशो भवति अनेन सूत्रेण पाग्राद्मा तास्मा दान् श्री अर्ति सर्ति सद् सदां पिब जिग्र दम तिष्ठ मन यच्च पश्य ऋच्छ दौ क्षीय सीदः पाग्रादा मा इत्यनेन स्थाने पिब जिग्र दम एते आदेशः भवन्ति क्षितिपरे केवलं क्षितिपरे इति देयम् अतः पिबति परन्तु पास्यति इति पाश्च ग्राश माश सच्च तेषां त्रेतद्वन्द्वः पाग्राद्मास्ता म्ला दान् तृषि अर्ति सर्ति सद सदः येषां पाग्राद्मा सा स्ना दान् ऋषि अर्ति सर्ति सद सदां पिबश्च जिग्रश्च दमश्च सीदश्च तेषाम् इतरेत द्वन्द्वः पिब जिग्र दम तिष्ठ मन महोदय सम्पूर्णं कथं किमर्थं पठति अस्माकं परिचितं सूत्रमस्ति खलु अनुवृत्ति पठतु पाग्राद्मास्ता म्ला दान् दृशि अर्ति सति सद सदाम् अङ्गस्य पिब जिग्र दम तिष्ठ मन यच्च पश्य पृच्छ दौ क्षीय सीदः क्षिति तर्हि शीत् प्रत्यये परे अस्ति चेत् शीत् प्रत्यये परे अस्ति चेत् अनेन दीर्घसूत्रेण षड्स्थाने क्षीय भवति तर्हि लटि भवति क्षीयते इदानीं णिच् प्रत्यये परे अस्ति चेत् क्षीय न भवति यतोहि अत्र अग्रे णिच् प्रत्यये अस्ति णिच् शीत् नास्ति अतः तस्य कृते नूतनं सूत्रमस्ति किम् अग्रे पठतु निजन्ते निजन्ते शते गतौ तः षट् धातोः तकारादेशो भवति निचि परे अगत्यर्थे न गतिः अगतिः अगतिः तस्मात् अगत्तौ न गतिः अलोन्त्यस्य इत्यनेन अन्तादेशः सदेः षष्ट्यन्तम् अगत्तौ सप्तम्यन्तं ततः प्रथमान्तं ततः इत्यस्मिन् अकारः उच्चारणार्थमेव अस्ति अति ह्रि व्लि क्रि नूयि क्षां यातां पुग्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं सतेः तः नौ अगतौ सगे सत् सत् धातुः अस्ति चेत् निशिपरे आगच्छति अस्ति चेत् तः इति धातु आदेशः भवति त भवति त तकारः आदेशः भवति वा महोदय वः वः एव अत उपादायाः उपादायाम् अतः वृद्धिः इति निति प्रत्यये परे अगत्यर्थे षड् हेतुमति च इत्यनेन षट् योगः नित् शते रते गतौ तः षट् योगः इ अत उपादायाः इत्यनेन उपदा वृद्धिः शाति इति निजन्तधातुः शातयति अगत्यर्थे षट् योगः निच् षड् योगः इ अत उपादायाः इत्यनेन उपदा वृद्धिः शादि इति निजन्तधातु शादयति अत्र दकारः एव तिष्ठति शादयति इत्यस्य उदाहरणं काशिकायां पुष्पाणि शादयति नाम क्षीणं कारयति अन्यत् उदाहरणं दुर्जनः सज्जनं शादयति नाम पीडयति शादयति इत्यस्य उदाहरणं काशिकायां गोपालः गाः शादयति अन्यत् उदाहरणं भारतसेना शत्रुसेनां शादयति गमयति इति अर्थः आम् महोदय रुग्धातु अस्तु सर्वे अवगच्छन्ति तर्हि गत्यर्थ नास्ति चेत् शातयति दकारस्थाने सकारः भवति सदेर् अगतौ सदे सदेर् गतौ सः गत्यर्थः अस्ति चेत् साधयति एव भवति हिन्दीभाषायां सताता है इति तादृश एव अस्ति प्रायः किञ्चित् अस्ति खलु तत्र साम्यं साम्यं तु दृश्यते आम् अत्र अपि साम्यम् अस्ति रूपमपि किञ्चित् भवति अस्तु तर्हि सर्वे अवगच्छन्ति आं महोदय शादयति शादयति इति अत्र भिन्नं द्वयं क्रीडयति गमयति गत्यर्थे अगत्यर्थे अस्तु अग्रे धन्यवादः महोदय मीना महोदय अग्रे पठतु रुह् धातुः रुः बीजजन्मनि भ्वादिगणे लटि रोहति अर्थः वर्धते उत्पतति उदेति उत्तिष्ठते रुहः पूण्यतरस्यां पः अन्यतरस्यां रुः धातोः विकल्पेन पकारादेशो भवति निचिपरे अलोन्त्यस्य इत्यनेन अन्तादेशः रुः षष्ट्यन्तं पः प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तं त्रिपदमिदं सूत्रम् अर्ति ह्री व्लि व्लि ऋक्यूणीक्ष्म्यायातां पुग्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं रुहः पः नवान्यतरस्यां रुः धातोः पः पकारादात्वादेशः तत्र पुग् आगमः नास्ति ओके रुः हेतुमति च रुः सो रुः ततः पकारः आगच्छ रूप् भवति धात्वादेशः रुप् योगः इ पुगन्धलघुपदस्य उपदायां लघु इकः गुणः रोप् रोप् योगः हि रोपि रोपयति पकारादेशः पकार अभावे रुक् योगः निच् पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इक् इकः गुणः रोह् योगः रोहि रोहयति ओके यदि पकारादेशः रोपणं करोमि रोप इति अस्ति खलु तत् रुहधातु तस्य रोप कुतः भवति अनेन सूत्रेण रुह अन्यतः किम् अत्र समानमर्थमेव अर्थसमानम् हङ् अर्थसमान एव ओके हङ् धातुः हङ् अदादिगणे लटि हन्ति अर्थः मारयति होः हो हन्तेः निनन्येषु हन् धातोः हकारस्य स्थाने कवर्गादेषु हन्तेः कवर्गादेशो भवति निति निधि प्रत्यये परे नकारे परे च ओ निति नकारे हन्तेः निनन्येषु स्थाने अन्तरतमः इत्यनेन कवर्गे हकारेण तुल्यः घकारः अस्ति संवारः नादः घोषः महाप्राणः च अतः हकारस्य स्थाने घकारादेशो भवति ञच न च ञौ इतर इतर दुर्गः तौ इतौ ययोः तौ ञतौ बहुव्रीहि ञतौ च नश्च तेषाम् इतर इतर द्वन्द्वः ञन्ताः तेषु ञन्येषु इक् स्थिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे हन् धातोः हन्ति षष्ठिविभक्तौ हन्तेः हः षष्ट्यन्तम् अन्तेः षष्ट्यन्तम् ण्यन्तेषु सप्तम्यन्तम् त्रिपदयुगम् सूत्रम् जजु छजोः कु गिन्ययोः इत्यस्मात् कु इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् हन्तेः अङ्गस्य हः कु न्यन्येषु अत्र अर्थं वदतु अस्माकं पठितं पठितं न पठितं वा महोदय हन्तेः अङ्गस् ओ ककारस्य कु कुत्र पठितम् स्मरामि इदानीम् अदादिगणे वा अदादिगणे एक हन्तेः अङ्गस्य हः कु ण्यन्येषु इति पठितं वा कुत्र पठितं घ्नन्ति हन्ति हतः घ्नन्ति इति अस्ति खलु हन्ति हतः घ्नन्ति तत्र हकारस्य घकार आगच्छति इति पठितम् केन सूत्रेण अनेनैव सूत्रेण अनेन सूत्रेण वा हन् धातोः हकारस्य स्थाने कवर्गादेशः भवति निति इति परे नकारे परे च अनेक इति स्थाने अन्तरतमः इत्यनेन कवर्गे हकारेण ओके घकार तुल्यः तत्र हकारस्य स्थाने घकारादेशः भवति तत् जानामि इक् स्थिपौ धातुनिर्देशो इति वक्तव्यम् इति वार्तिकेन तत् किं भवति तत्र किमर्थं तत्र स्टिप् प्रत्ययस्य धातुनिर्देश इति अपि अस्माभिः पठितं खलु बहुवारम् इक् अस्ति वा स्टिप् अस्ति चेत् तस्य तयोः प्रत्ययोः नूतन अर्थः नास्ति तयोः अर्थः धातु एव इति त तर्हि हन्ति अत्र लिखितम् अस्ति, तत् हन्ति वस्तुतः ष्टिप् प्रत्यय अस्ति, तस्य अर्थमस्ति हन् धातु. ओ अनुवृत्तिसहितत्वं हन्तेः अङ्गस्य हः कु निन्येषु अतः अत उपदायाः उपदायाम् अतः वृत्ति ञति णिति प्रत्यये परे. नकारः अत उपदायः अत उपदायाः वृत्ति ञति ञति एव केवलम् नकारः नास्ति. हनस् हनस्तो अचिन्नलोः हन् हन् धातोः स्थाने तकारादेशो भवति निति निति प्रत्यये परे णिच् नल् इति प्रत्ययौ प्रत्ययौ न स्याताम् निच् निति प्रत्यये परे चिन् ऐम् सोरि क्षम्यतां चिन् चिन् नल् इति प्रत्ययौ न स्याताम् चिन् नल् अलोन्तस्य इत्यनेन अन्तादेशः चिन् च नल् च चिन्नलौ अचिन्नलौ तयोः अचिन्नलोः द्वन्द्वगर्भ तत्पुरुषः हनः षष्ट्यन्तं तः प्रथमान्तम् अचिन्नलोः सप्तम्यन्तं त्रिपदमिदं सूत्रम् अचोन्यति इत्यस्मात् ञति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हनः अङ्गस्य तः ञति अचिन्नलोः तत्र चिन्नल् तत्र परे अस्ति चेत् हनस्थाने तकारः न भवति वा. अनेनैव सूत्रे नकारस्य स्थाने तकारादेशः यथा चिन् चिन् कुत्र अस्ति लुक् लकारे, नल् कुत्र अस्ति लिट् लकारे. तर्हि अत्र पश्यतु हन् कृते कार्यद्वयमस्ति, णित् प्रत्ययः अथवा णित् प्रत्ययः परे अस्ति चेत् प्रथमं तु हकारस्य स्थाने घकार भवति, णित् प्रत्ययः अथवा णित् प्रत्ययः, अत्र णिच् अपि अस्ति यतोहि णिच् णित् प्रत्ययः अस्ति, तत् परे अस्ति चेत् हकार हन् धातोः हकारस्य स्थाने किं भवति घकार इति प्रथमं. द्वितीयं णित् प्रत्ययपरे अपि च णित् प्रत्ययपरे चिन् नल् इति प्रत्ययो ञ न तयोः विहाय णित् णित् प्रत्ययः अस्ति चेत् उदाहरणं णिच् प्रत्ययः अत्र भवति चेत् हन् स्थाने तकार भवति, नाम नकारस्य स्थाने तकार भवति. तर्हि हकारस्य स्थाने घकार, नकारस्य स्थाने तकार, कुत्र णित् णित् प्रत्ययपरे. घत् भवति खलु महोदय, हन् इति घत् भवति, घातयति इति भवति. हकारस्य धकारः, नकारस्य तकारः, अतः घातयति, घातकः. घातकमध्ये प्रत्ययः अस्ति णूल् प्रत्ययः, णूल् णूल् णूल् मध्ये युवोरनाकौ इत्यनेन अक् भवति, तर्हि हण् योगः अक्. अत्र णिच् प्रत्ययः अस्ति णूल्, अतः हकारस्थाने घकार, तकार नकारस्थाने तकार. तर्हि पश्यतु अत्र कार्यं णित् प्रत्ययः यत्र नकारस्य इत् संज्ञा अस्ति तस्य कृते अस्ति, केवलं णिच् कृते इति नास्ति. इदानीं पर्यन्तम् अस्माभिः किं पठितम्? उपरि णौ णौ णौ णौ णौ मत् णौ इत्यस्य अर्थः अस्ति णिच् णिच् णि णि णि अस्ति, परन्तु अत्र तत्र ब्रोडर् अस्ति, अत्र णित् अस्ति, अत्र नकारस्य इत् संज्ञा अस्ति, अतः न केवलं णिच् परन्तु णूल् इति णूल् अपि अस्ति अथवा घञ् अपि अस्ति. अतः हन् धातुयोगः णिच् घातयति. तर्हि अग्रे पठतु अनेन एव सूत्रेण नकारस्य स्थाने, पठतु अग्रे. अनेन एव सूत्रेण नकारस्य स्थाने तकारादेशः यथा हन् धातुः योगः घञ् गातः तत्र ञक ञति ञति ओके ञकारः पदत्वे सति पदत्वे सति इत्युक्ते पदत्वम् अस्ति पदम् ओ गातः ओ इदानीं प्रातिपदिकं भवति वा अग्रे पदत्वे सति इत्युक्ते किं घात इति पदं घातः इति पुल्लिङ्गे भवति घञ् प्रत्ययेन गत् योग घञ् खलु अत्र अत उपदाय घा इति भवति घात् इति भवति घातः घात् योग घातः घात इति प्रातिपदिकं प्रातिपदिकम् अग्रे प्रातिपदिकं किल हन् हन् धातुः योगः नूल् घातकः पदत्वे सति हन् धातुः णिच् घातयति तत्र धातु भवति घातयति अचोन्यति इति सूत्रेण हन् योगः णिच् हो हन्तेर्निन्नेषु तत्र हकारस्य ककारः घन् योगः इ अत उपधायाः इत्यनेन निचीपरे उपधायाम् अतः वृद्धिः घान् योगः इ हनस्थो अचुन्नलोः इत्यनेन नकारस्य स्थाने तकारः गातयति अत्र च यतोहि येषां त्रयाणां सूत्राणां परस्मैपरविरोधो नास्ति तदर्थं प्रक्रियायां यः कोऽपि क्रमो परस्मै इति उक्तवती खलु क्षम्यतां धन्यवादः भगिनि परस्परविरोधो नास्ति तदर्थं प्रक्रियायां यः कोऽपि क्रमो भवति सम्यगेव स्यात् एकं कार्यं हकारस्थाने भवति अन्यकार्यं मध्ये भवति वृद्धिः तृतीयकार्यं नकारस्थाने भवति अतः कुत्रापि परस्परक्लेशः नास्ति अतः यत्किमपि करोतु रूपम् एकमेव भवति पश्यतु हन् कृते किं किं भवति हकारस्य घकार मध्ये वृद्धि तदनन्तरं तकारस्य नकारः अतः धातु यद्यपि हन् अस्ति तथापि रूपाणि भवन्ति घातः घातकः घातयति इति सर्वे अवगच्छन्ति अस्तु धन्यवादः अग्रे विजयमहोदय व्यक्तिगतः वर्णादेशः आम् महोदय व्यक्तिगतः वर्ण आदेशाः दुष् धातुः दुष् दिवादिगणे लटि दुष्यति इति अर्थः अत्र दुषितः भवति दोषो नौ दुष् धातोः उपधायाम् उकारस्य स्थाने ऊकार आदेशः भवति निच् प्रत्यये परे दोषः इति पदं दुष् धातोः लघुपदगुणं कृत्वा निर्देशः दोषः षष्ट्यन्तं नौ सप्तम्यन्तं द्विपदमिदं सूत्रम् ऊद् उपधाया गोगुः इत्यस्मात् सूत्रात् ऊत् उपधायाः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दोषः अङ्गस्य उपधायाः ऊत् ऊत् नौ सप्तम्याम् अत्र नौ सूचयति सप्तम्यम् अत्र दुषुधातोः उपधायाम् उकारस्य दुष् उकारः एव अत्र एतत् दोषो नौ इति सूत्रेण ऊकारः भवति ह्रस्व ऊकारस्य स्थाने दीर्घ ऊकारः भवति निच् प्रत्यये परे अस्ति चेत् तावदेव महोदय अनन्तरं दुष् मध्ये दोषो णौ इत्यनेन निच् प्रत्यये परे उकारस्य स्थाने ऊत् भवति दीर्घ ऊकार अत्र दुष् तस्य भवति दूषी इदानीं पुगन्तलघुपदस्य च कार्यं कर्तुं न शक्नोति, यतोहि उपधायां दीर्घस्वर अस्ति। अतः दूष् दूष् एव तिष्ठति, रूपं भवति दूषयति, न तु दोषयति इति। सर्वे आगच्छन्ति? पुगन्तलघुपदस्य अपवादः वा किल? अपवादः नास्ति, अपवादः नास्ति, अपवादः नास्ति। अत्र एक एक सूत्रम् एकमेकं कार्यं करोति, एकमेकं धातु विशेषधातु कृते विशेषसूत्रम् इति अस्ति। अस्तु अग्रे। आम् अग्रे, दुष् हेतुमति च इत्यनेन दुष् योगः निच् भवति, हेतुमति च इत्यनेन निच् भवति। दोषो नौ इत्यनेन दूष् भवति, ह्रस्व उकारस्य स्थाने दीर्घ उकारः भवति, अनन्तरं निच् अनुमतिलोपानन्तरम् ई एव तिष्ठति। दूषी इति निजन्तधातुः, दूषयति इति अन्तिमरूपं निजन्तधातुः भवति। दृष्टान्ते साधनं दूषयति, कार्यं दूषयति इति भवति। साधनं दूषयति दृष्टान्ते, कार्यं दूषयति इति पदमस्ति अत्र। अनन्तरं अस्तु अग्रे पठामः। वा चित्तविरागे निच् प्रतिपरे चित्तविकारार्थे दुष् धातोः उपधायाम् उकारस्य स्थाने ऊत् आदेशः वैकल्पिकः। चित्तविकारार्थे इत्युक्ते मानसिकविकारः, इन् सेन्स् आफ् डिस्टर्बिङ्ग् द मैण्ड्, चित्तस्य विरागः, चित्तविरागः। षष्ठी तत्पुरुषः तस्मिन् चित्तविरागे इति भवति। वा अव्ययपदम् चित्तविरागे सप्तम्यन्तं द्विपदमिदं सूत्रम्। ऊद् उपधाया गोहः इत्यस्मात् ऊत् उपधायाः इत्यनयोः अनुवृत्तिः। दोषो नौ इत्यस्मात् दोषो नौ इत्यनयोः अनुवृत्तिः। अङ्गस्य इत्यस्य अधिकारः अपि भवति। अनुवृत्तिसहितसूत्रं दोषः अङ्गस्य उपधायाः वा ऊत् नौ चित्तविरागे। अत्र विकल्पेन रूपं द्वयं भवति, एकस्मिन् पक्षे हेतुमति च इत्यनेन, अनन्तरं ऊद् उपधाय गोः इति अपि अत्र कार्यं करोति। उदाहरणरूपेण अधः भवति ऊत् आदेश अभावे, पूर्वं वयं दृष्टवन्तः दुष् धातोः दूषयति इति ह्रस्व उकारस्य स्थाने दीर्घ उकारः भवति दोषो नौ इत्यनेन। इदानीं दुष् हेतुमति च इत्यनेन दुष् योगः निच् दुष् योगः इ। इदानीं पुहन्तलघुपदस्य च इत्यनेन उपधायां स्थितस्य ह्रस्व उकारस्य स्थाने गुणः भवति, अतः दो भवति। उकारस्य स्थाने ओकारः भूत्वा दोष् भवति, दोष् योगः इ, दोषी इति भवति, निजन्तधातुः दोषयति। अतः तत्र विकल्पेन रूपं द्वयं भवति, दूषयति दोषयति इति। यत्र चित्तविराग इति शेष अर्थः अस्ति, नाम डिस्टर्बिङ्ग् द मैण्ड्, तत्र यः दीर्घ उकारः भवति तत् विकल्पेन भवति, अन्यथा नित्यं भवति। तर्हि चित्तविराग इति अर्थः नास्ति चेत् नित्यरूपं दूषयति, चित्तविरागः इति अर्थः अस्ति चेत् एकस्मिन् पक्षे दूषयति, अन्यस्मिन् पक्षे ह्रस्व उकारः एव तिष्ठति, अतः पुगन्तलघुपदस्य च इत्यनेन दोषयति इति भवति। तर्हि चित्तविराग अर्थे दोषयति दूषयति इति अस्ति। तर्हि अत्र उदाहरणं किं लिखितमस्ति, एकः पुरुषः अपरस्य पुरुषस्य मनः दूषयति अथवा दोषयति, कलुषित् करोति, स्पाइल् करोति, डिस्टर्ब् करोति। अस्तु मलं भवति। अस्तु तर्हि अग्रे सिद्ध। आम् आं महोदय। सिद्ध धातुः, सिद्ध द्विवादिगणे भुवादिगणे च लटि सिद्ध्यति सेदति इति रूपं द्वयं भवति। अत्र द्विवादिगणे द्विवादिगणे सिद्ध्यति शन् इत्यनेन, भुवादिगणे अत्र शप् अस्ति अतः गुणः भूत्वा सेदति इति भवति। अर्थः द्विवादिगणे टु बि अकम्प्लिश्ड् आर् फुल्फिल्ड्, टु बि सक्सेस्फुल्, टु रीच्, टु अटेन् वन्स् सब्जेक्ट्, वन्स् आब्जेक्ट्, टु बि प्रूव्ड् आर् एस्टाब्लिश्ड्, टु बि सेटिल्ड् आर् अड्युकेटेड् टु बि थरोलि प्रिपेर्ड् आर् कुक्ड् टु बि वन् आर् कान्कोर्ड् भुवादिगणे अर्थः किम् अस्ति चेत् टु गो टु वाट् आर् ड्रैव् आफ् टु रेस्ट्रैन् टु इण्टर्डिक्ट् टु आर्गैन् टु टोर्न् औट् विल् आर् आस्पिशियस्लि इति अत्र भुवादिगणे अर्थः द्विवादिगणे अपि अनन्तरं भुवादिगणे अपि अर्थः भिन्नरूपेण अस्ति सिद्धधातुः द्विवादिगणे सिद्ध्यति अनन्तरं भुवादिगणे सेदति इति भवति तावदेव खलु महोदय महोदय अस्तु सिद्ध्यते रे पारलौकिके अपारलौकिके नौ सिद्ध्यते सिद्ध्यतेः ये च आत् स्यात् अपारलौकिकस्य परलोकस्य प्रसङ्गे नास्ति चेत् तस्य अपारलौकिक इत्युक्ते परलोकस्य प्रसङ्गे नास्ति चेत् अर्थे सिद्ध धातोः ये च स्थाने आकारः आदेश भवति निचि प्रत्यये परे सिद्ध्यतेः इत्यनेन द्विवादिगणीय धातुः एव ग्रहणं सिद्ध्यतेः षष्ट्यन्तम् अपारलौकिके सप्तम्यन्तं द्विपदमिदं सूत्रम् आदेश उपदेश अशिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः क्रीङ्जीनां नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अपारलौकिके सिद्ध्यतेः एचः आत् नौ अत्र सिद्ध्यतेः पारलौकिके च अर्थं किमस्ति चेत् अपारलौकिके इत्युक्ते अत्र परलोकस्य प्रसङ्गे नास्ति चेत् एव तत्र अत्र अपारलौकिके नौ सिद्ध्यतेः एचः अत्र एचः यत्र आगच्छति तत् स्थाने आत् आदेशः भवति इति तत्र दत्तम् एतत्तु आदेश उपदेशशिति अशिति इति आत् एचः इत्यनयोः अनुवृत्तिः इति तत्र दत्तं महोदय तर्हि यत्र अर्थः अपारलौकिकः अस्ति नाम परलोकस्य विषयः नास्ति तत्र सिद्ध्यतेः नाम सिद्धधातो यद् द्विवादिगणीय अस्ति तस्य एच वर्णस्य स्थाने आत् भवति णिच् प्रत्ययपरे सर्वदा तर्हि तत्र सिद् अस्ति तत्र पुगन्तलघुपदक्षेत्रेण सेद् भवति इदानीम् एकारः एच् प्रत्याहारे अस्ति अतः एच् स्थाने आद् भवति साद् इति भवति साद् कुत्र भवति यत्र परलोकस्य विषयः नास्ति परलोकस्य विषयः अस्ति चेत् तु एच् एव तिष्ठति आकारत्वं न भवति तर्हि अग्रे पठतु उदाहरणं तत्र भोजननिर्माणं कार्यकरणम् इत्यादीनाम् अर्थे सिद्ध हेतुमति च इत्यनेन सिद्ध योगः निच् इदानीं पुगन्तलघुपदस्य इत्यनेन लघुपद इकः गुणः अतः सेद् योगः इ सिद्ध्यतेरे पारलौकिके इत्यनयो इत्यनेन एचः आतुं भवति अतः तत्र एचः से एकारः अस्ति एकारस्य स्थाने आत्वं भू साद् योगः इ सादि इति भवति अनन्तरं निजन्तरूपमस्ति अत्र निजन्तत्वः साधयति दृष्टान्ते बालकः ग्रामं साधयति साधयति इत्युक्ते भोजन वदतु महोदय प्राप्तं करोति परलोकस्य विषयः नास्ति अस्य लोकस्य एव विषयः अस्ति सामान्यलोकः इह लोकस्य एव किमपि नास्ति अतः तत्र इहलोकस्य विषये अपारलौकिकः अस्ति अतः तत्र आत्वं भवति साधयति इति अस्ति तर्हि बालः ग्रामं साधयति तर्हि परलोकस्य विषयः अस्ति चेत् किं भवति अग्रे पठतु तपस्यार्थे सिद्ध हेतुमति च सिद्ध योगः निच् पुगन्तलघुपदस्य च इत्यनेन लघुपद इकः गुणः भवति सेद् योगः इ इदानीं सेदि भवति सेद् निजन्तधातुः अनन्तरम् अत्र निच् प्रयोगेन सेदयति इति भवति दृष्टान्ते तपः तपसं सेदयति इति अर्थे आगच्छति अथवा अत्र रूपं द्वयं भवति भवति, स्थिरयति अनन्तरं साधयति इति भवति. परलोकस्य विषये सेधयति, तापसं तापसः तपं सेधत किं, तपः तापसं सेधयति इति, तपः तापसं सेधयति. तस्य अर्थं किं, तपः तापसं सेधयति, अर्थः जानाति वा कोऽपि, किं किं ट्रान्स्लेशन् किम्? अर्थः जानाति वा कोऽपि, तपः तापसं सेधयति, तापसं सेधयति, तर्हि तपः इत्युक्ते यः तपस्यां करोति वा? आं महोदय, तपः सेधयति इति, यतः सेधयति सेधयति तपः इत्युक्ते यः तपस्यां करोति खलु? न न, तपः इत्युक्ते आम् तापसः यः तपः करोति सः तापसः. न न, तपः इत्युक्ते किं, तापस इत्युक्ते किं, तापस इत्युक्ते यः तपं करोति सः तापसः. अस्तु, तप इत्युक्ते पिनेस् आम् तत्तु अस्ति, तद् जानामि. तर्हि तपः इत्युक्ते पेनन्स्, तापसः इत्युक्ते यः तपं तपः करोति खलु? आमाम् आमाम्. ओ अस्तु अस्तु, तर्हि तपः तापसं सेधयति. अहं चिन्तयामि सेधयति इत्युक्ते महोदय गोयिङ्ग् रीचिङ्ग् इति अस्ति आगच्छति. तर्हि तापसः तपः सेधयति इति नास्ति वा? यः पेनन्स् करोति सः गो इति अपि च अत्र हेतुमस्ति किं, कथमस्ति नाम, न तु रिस्ट्रैन् करोति इति अर्थः प्रायः महोदय, तत्र रिस्ट्रैन् इति खलु सीदधातोः रिस्ट्रैन् इति अस्ति खलु, रिस्ट्रैन् अपि अस्ति वा? आम् तत्र भवादिगणे अस्ति, दिवादिगणस्य विषयः अस्ति खलु, न वा सिद्ध्यते, दिवादिगणस्य विषयः अस्ति खलु, न न न तादृशं नास्ति खलु, दिवादिगणे इति नास्ति, न अस्ति अपार, ओ अस्तु अस्तु आम् सिद्ध्यति एकं सत्यं सत्यं, न न अपारलौकिक इति विषयः नास्ति चेत् दिवादिगणीयसिद्धातोः आत्वं भवति, परन्तु अन्यत्र सर्वत्र तु न किमपि नास्ति. तर्हि अत्र अत्र भवात् नाम भवादिगणीयधातुः अस्ति चेत् एकारः एव भवति इति. अत्र किं रिस्ट्रेन् वा, रिस्ट्रेन् रिस्ट्रेन् इति अस्ति एक अर्थः अस्ति, तत् तस्मिन् अर्थे एव अत्र वाक्यस्य अर्थः तदेव अस्ति प्रायः. तर्हि तपः तापसं रिस्ट्रेन् करोति, कारयति तत्र अत्र. तर्हि तापसः रिस्ट्रेन् भवति, तापसः सिद्धति नाम सेधते, तापसः सेधते नाम तापसः रिस्ट्रेन् भवति इति वा? तदनन्तरं तपः तापसं सेधते, ओ अतः तत्र हेतुः अस्ति. अस्तु अस्तु, आम् केन सः कारणेन सः यः तपस्यां करोति तापसः सः सेल्फ् रिस्ट्रेन् भवति, तपः कारयति रिस्ट्रेन् कारयति. अस्तु, अपि च अत्र भवादिगणीय अस्ति अतः पा अत्र आकारस्य चिन्तनमेव नास्ति अतः सेधयति. ओके, तपः तापसं सेधयति तपस्यार्थे. अस्तु, सर्वे आगच्छन्ति वा इदानीं पर्यन्तम्? आं महोदय. अस्तु, तर्हि इदानीं समयः समाप्तः. आं महोदय, अग्रिमरविवासरे तु दीर्घसप्ताहान्त अस्ति, लाङ्ग् वीकेण्ड्, अतः वर्गः न भवति, न भविष्यति, अतः अग्रे सप्ताहद्वयानन्तरं मेलिष्यामः. द्वयं वर्गः नास्ति वा महोदय? न न, सप्ताहद्वयं द्वयानन्तरं मेलिष्यामः, आफ्टर् टु वीक्स् नाम अक्टोबर् वर्गः भवति. एय्त् अक्टोबर् अस्तु महोदय अस्तु धन्यवादः महोदय शुभरात्रिः महोदय धन्यवादः Thank you.